पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 143 एकधारं तदो गच्छेत्तीर्थं परमपावनम् एकधारे नरस्नात्वा एकरात्रमुपोषितः अर्चयन् स्वामिदेवेशं कुलानां तारयेच्छतम् स्वामितीर्थसमं ज्ञेयं यत्र तीर्थे वगाहनं रुद्रलोके नरो गच्छेत्तीर्थस्यास्य प्रभावतः यत्र स्नात्वा च पीत्वा च ब्रह्मलोके च गच्छति त्रैलोके पुण्यकर्माणस्तडेऽस्मिन् संवसन्तिः न भयं विद्यते तेषाम् खड्गधारादिकं च यद् सत्सर्वमाशुनश्येदतीर्थे ह्येकप्रधारके इति एकधारतीर्थवर्णनं सप्तधारं ततो गच्छेत्तीर्थानां तीर्थमुत्तमं सप्तसारस्वतं नाम यत्कृते मुनिभिः कृतं त्रेतायुगे मङ्गितीर्थम् कृतं मङ्गिमहर्षिणा द्वापरे पाण्डुपुत्रैस्तु सप्तधारं प्रवर्तितं सप्तधारकदां प्राप्तं तीर्थं हरजडाच्युतं सप्तरूपाणि गङ्गाया यामि लोकेषु सप्तसु वहन्ति तानि पुण्यानि तीर्थेऽस्मिन् सप्तधारके सप्तधारे कृतं श्राद्धं पितॄणां तृप्तिदायकं शृणु देवि प्रवक्ष्यामि इतिहासं पुरातनं यच्छ्रुत्वा देवदेवेऽसि ब्रह्मलोकं व्रजेद्ध्रुवं कौशीदकस्य पुत्रो वै मङ्गिनामेदि विश्रुतः विष्णुध्यानरतो नित्यं विष्णु लोकप्रपूजकः वेदाध्ययनकर्ता च अग्निहोत्रपरायणः सुरूपा विश्वरूपेदि स्त्रियौ द्वेस्तस्तु तद्गृहे ताभ्यां पुत्रविहीनाभ्यां दृष्ट्वा देवि विशङ्कितः किं कर्तव्यमिधि ध्यायन्नधिचिन्तापरो भवद स्थिरो वंशस्तु पुत्रेण ह्यन्यथा नरकं व्रजेद एवं चिन्तां प्रकुर्वाणो न सुखं लभदे क्वचित् तदा स्वगृहमुत्सृज्य गतो वै गुरुसन्निधौ नमो वै गुरुवे तुभ्यं देवानामुपकारिणे त्वं नाथ सर्वलोकानां ब्राह्मणानां च रक्षकः यज्ञानां त्वं प्रकर्ता च द्विजराज नमोऽस्तु ते अपुत्रोऽहं तु विप्रर्षे किं कर्तव्यमिति प्रभो वद त्वं तु यथा सर्वं पुत्रो भवति निश्चितम् अपुत्रस्य गतिर्नास्ति स्वर्गे नैव च नैव च येन केनाप्युपायेन पुत्रस्य जननं चरेद इति वाक्यं तु संस्मर्य ह्यागदस्तव सन्निधौ गुरुरुवाच गच्छत्वं मुनिशार्दूल यत्र साभ्रमदी नदी तत्र गत्वा मुनिश्रेष्ठ पुत्रान्वै प्राप्स्यस्ये ध्रुवं तद्वाक्यं तु समाकर्ण्य नमस्कृत्वा दुदण्डवद सगदो विप्रराजस्तु नदीं साभ्रमदीं प्रति मङ्गिनामा तु विप्रर्षिस्तत्र गत्वा तपोमहद अदप्यद तदा देवि यावद्वर्षचतुष्टयं यत्र तीर्थं कृतं तेन मङ्गिना ब्रह्मवादिना त्रेतायुगे तदा देवि तदा तीर्थं महाद्भुतं जातं तत्र न सन्देहपुत्रदं सार्वकामिकम् अद्यापि मङ्गितीर्थाभं न भूतं न भविष्यति स वै द्विजवरो मङ्गिपुत्रान् प्राप्य यथा सुखं भोगान्नानाविधान् भुक्त्वा स गतो मन्दिरं मम यदाख्यानकं दिव्यं पवित्रं परमं महद पुत्रसौख्यादिकं सर्वं लभदे श्रवणादः इति श्रीपाद्मे महापुराणे उत्तरखण्डे उमामहेश्वरसंवादे सप्तधारतीर्थमहिमा नाम त्रिचत्वारिंशदधिकशततमोऽध्यायः ॐ